नमस्कारः. अस्माकं गीताप्रवेशवर्गे सर्वेषां स्वागतम्. इदानीं वयं तत्पुरुषसमासः इति विषये पठन्तः स्मः. तत्र गते सप्ताहे अभ्यासः अपि आरब्धः. तत्पुरुषसमासस्य प्रभेदानां विषये वयम् अधीतवन्तः. इदानीम् इतोपि किञ्चित् अभ्यासं कुर्मः. अत्र गीताप्रवेशः इति पुस्तके 129 इति पृष्ठसङ्ख्या अस्ति. अत्र गते सप्ताहे अत्र एकः प्रश्नः आसीत्, आत्मनिरतः इति समस्तपदे षष्टितत्पुरुषसमासः अस्ति वा अथवा सप्तमीतत्पुरुषसमासः अस्ति वा इति प्रश्नः आसीत्. तस्मिन् सन्दर्भे अत्र जगन्नाथमहोदय, सरलाभगिनी अपि च राजीभगिनी, ते सर्वे सप्तमीतत्पुरुषसमासः इति एव भाति इति उक्तवन्तः. अत्र वस्तुतः अहं मातरम् अपि पृष्टवती. माताजी किम् उक्तवती इति चेत्, अत्र यदा हि सा श्रुतवती तदा षष्टितत्पुरुषसमासः इति एव उक्तवती. तदनन्तरं माताजी अत्र शङ्करभाष्यं दृष्ट्वा उक्तवती अत्र वस्तुतः अत्र विषयसप्तमी अस्ति, विषयसप्तमी इति कृत्वा अत्र सप्तमी तत्पुरुषसमासः एव इति. आत्मनि संयमः इति. अस्तु, सरला भगिनी भवती वदतु. अत्र आत्मनिग्रहः इत्यस्मिन् विषये किमपि उक्तवती खलु भगिनी? अहं दृष्टवती तृतीय अध्यायस्य अन्तिमश्लोक त्रिचत्वारिशत् अस्ति. तत्र श्लोकम् अस्ति, एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मानम् आत्मनः जहि शत्रुमहाबाहो कामरूपं दुरासदम्. अत्र तृतीया विभक्ति आगच्छति, संस्तभ्य आत्मनम् आत्मना. तत्र इति तु संस्तभ्यम् इति भवति संयम तस्य अर्थम्. अस्तु अस्तु अस्तु अस्तु, सप्तमी एव तत्रापि तृतीया आत्मना आत्मनम्. ओ, तृतीया पुरुषसमासः. हा हा, अस्तु अस्तु. सन्दर्भानुसारम् अत्र गीतायाम् अत्र भिन्नभिन्न समासः सन्ति, अतः अत्र सन्दर्भानुसारं. परन्तु अत्र वयं तु यादृशनियमं वयं दृष्टवन्तः पूर्वं, यथा अत्र सप्तमी इत्युक्ते पण्डितः, कुशलः, निपुणः इत्येषु अन्यतमः अन्यतमं पदम् अस्ति चेत् तत्रैव सप्तमी भवति इति दृष्टवन्तः. वस्तुतः भगवद्गीतायाम् अत्र सन्दर्भानुसारं भिन्नभिन्नसमासाः सन्ति, अतः तादृश यत्र तादृशसमस्तपदमस्ति तथा एव वयं कुर्मः, अत्र तृतीया वा सप्तमी वा सन्दर्भानुसारं दृष्ट्वा. अस्तु, गते सप्ताहे अत्र पुस्तके मह्यम् इदम् इति आरभ्य अद्य कुर्मः. मह्यम् इदम् अत्र करपत्रे 129 पृष्ठसङ्ख्या. प्राप्तं वा सर्वे? सर्वैः प्राप्तं वा? पुस्तके अत्र गीताप्रवेशः इति पुस्तके पृष्ठसङ्ख्या अस्ति 129. अस्तु भगिनि, एकादशसङ्ख्या अभ्यासे. धन्यवादः. वयं पञ्चमं तः चतुर्थपर्यन्तम् एव कृतवन्तः. ओ, एवं वा. अस्तु अस्तु, अहं किमहं तथा अस्ति. अस्तु अस्तु अस्तु, तर्हि अत्र बालसुब्रह्मण्यमहोदय पञ्चमं करोतु. पञ्चमम् इति बुद्ध्या युक्तः इति. बुद्ध्या युक्तः, बुद्धियुक्तः इति समस्तपदं. बुद्ध्या इति तृतीया तत्पुरुष समस्तपदम्. बुद्धियुक्तः समीचीनं. तदनन्तरं भक्त्या उपकृतं. भक्त्या तत्रापि भक्त्या तृतीया समस्तपदं. भक्तियुक्तं, भक्तियुक्तः. सो भक्ति न उपकृतं, भक्त्या उपकृतं. क्षम्यतां, क्षम्यता, भक्ति उपकृतं. तदनन्तरं सन्धिकार्यमस्ति, इ उ इक भक्त्युपहृतम् इति समस्तपदम्। पुनः वदतु सन्धिं कृत्वा किं भवति? भक्ति उपहृतं भक्त्युपहृतं। हा, भक्त्युपहृतं, समीचीनम्। पूर्वस्मिन् उदाहरणे समस्तपदं किम् आसीत्? भक्त्युपहृतं बुद्धियुक्तः। हा, बुद्धियुक्तः, समीचीनम्, समीचीनं, धन्यवादः महोदय। अग्रे राजेन्द्रमहोदय। आम् भगिनी, अत्र यथा महोदयेन पूर्वं कृतं तत्र कृदन्तपदम् अपि अस्ति तत्र, चिन्तयामि। सत्यम्, उपहृतम् इति तान्तरूपमेव, युक्तः अपि, युक्तः अपि तान्तरूपमेव। परन्तु भगिनी अत्र नव अत्र भगवद्गीतायां अत्र नास्ति तद् त्रिविंशति नव चाप्टर् नास्ति। न न, एतद् न, अत्र अत्र तु तत्र वयं तु आत्मसंयमः इत्यस्मिन् विषये भिन्न भिन्नम् उदाहरणम् अत्र नास्ति। न न न भगिनि, अत्र संस्कृत भगवद्गीता एतद् ब्राकेट्। हा, भगवद्गीता श्लोक श्लोके अस्ति, श्लोकेन नास्ति भक्त्युत, तद् तद् श्लोक श्लोके नास्ति। ओ नास्ति वा, अस्तु, प्रायः संख्या संख्या संख्या भिन्न भिन्न भिन्न संख्या अस्ति प्रायः। बुद्धि बुद्धियुक्त युक्तः पश्यति वा भक्त्या उप भक् तत् पश्यामि नव तत् भक्ति उपहृतं तद् न पश्यामि। अस्तु अस्तु भगिनि, अस्ति भगिनि, पत्रं पुष्पं फलं तोयं, पत्रं पुष्पं फलं तोयम्, एतदेव तत्र अस्ति खलु, पत्रं पुष्पं फलं तोयं, ये यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः, तत्र अस्ति एव। अस्तु भगिनि, पश्यतु, अस्तु, अग्रे अत्र जगन्नाथमहोदय। भगिनि, एकः प्रश्नः अस्ति बुद्ध्यायुक्तः पदे, बालसुब्रह्मण्य महोदय उक्तवान् बुद्धियुक्तः, अत्र इकार उकार सन्धयोः मध्ये गुणसन्धिः न भवति वा? इकारस्य अनन्तरं कः वर्णः अस्ति? उकार उकार इकारस्य अनन्तरं न न इकारस्य अनन्तरं कः वर्णः अस्ति तत्र? उकारः अस्ति वा? युक्तः इति अस्ति खलु? उत्तरपदस्य उकार उत्तरपदे साक्षात् उकारः नास्ति खलु, तत्र यकारः एव अस्ति खलु, युक्तः यकारः अनन्तरम् उकारः। करोमि वा इदानीं? हा, करोतु महोदय। मन्त्रहीनम् अत्र पुनश्च अत्र तृतीय तत्पुरुषमासः अस्ति, मन्त्रहीनं हीनं तत्र पदम्। अस्तु अग्रे, श्रद्धया विरहितं श्रद्धा विरहितम् अत्रापि तत् तृतीय तत्पुरुषमासः अस्ति। अस्तु, धन्यवादः। हा, श्रद्धाविरहितं, समीचीनं महोदय। अग्रे अत्र जगन्नाथमहोदय। गुणैः अन्वितम् एतदपि तृतीयतत्पुरुषः गुणान्वितम् इति समस्तपदं भवति, गुणयोग अन्वितम्। तस्मात् परं दम्भाय इदं सवर्णदीर्घः किल गुणान्वितः इति। हा, गुणयोगः अन्वितः गुणान्वितं सवर्णदीर्घसन्धिः अस्ति। हा, अत्र क्रमः इति प्रथमतया प्रातिपदिकं नयामः द्वयोः पदयोः, गुणयोगः अन्वितं, तदनन्तरं यत्र यत्र सन्धिः सन्धेः अवसरः अस्ति तत्र सन्धिः नित्यः समासे, अतः सवर्णदीर्घसन्धिं कृत्वा गुणान्वित इति प्रातिपदिकं तदनन्तरम् अत्र नपुंसकलिङ्गे गुणान्वितम् दम्भाय इदम् दम्भ इति प्रातिपदिकं भवति दम्भार्थम् इति चतुर्थी तत्पुरुषसमासः भवति सत्यं चतुर्थी तत्पुरुषसमासः यतोहि उत्तरपदे अत्र अर्थ यत्र अर्थशब्दः अस्ति उत्तरपदे तत्र चतुर्थी समासः एव भवति चतुर्थी तत्पुरुषसमासः अस्तु समीचीनं अग्रे लीना भगिनी मह्यम् इदं मदर्थं मत् इति चतुर्थी न न न पञ्चम पञ्चमी पदमस्ति मत् मत् इति पञ्चमी पदमस्ति परन्तु अत्र किमपि वैशिष्ट्यम् अस्ति खलु अस्मद् इति प्रथमं पदमस्ति चेत् पञ्चमी एव गृहीतव्यम् अतः मदर्थम् इति चतुर्थी तत्पुरुषमस् हा यत्र यत्र वस्तुतः अत्र अस्मद् इति एव प्रातिपदिकम् अस्ति अस्मद् इदम् इति एव सामान्यतया भवति परन्तु एकवचने केवलम् एकवचने यत्र यत्र अस्मद् अथवा युष्मद् शब्दः अस्ति तत्र मत् इति एव पञ्चमी हा मत् इति स्वीकृत्य कुर्मः परन्तु अत्र अस्मभ्यम् इदम् इति अस्ति चेत् अत्र अस्मभ्यम् अस्मदर्थं हा तत्र अस्मदर्थं केवलम् एकवचने एव समीचीनम् अग्रे अवहासाय इदम् अवहासार्थं चतुर्थी तत्पुरुषसमास इदं यत्र यत्र अस्ति तत्र अर्थम् इति पदं गृहीत्वा चतुर्थी तत्पुरुषसमासः कर्तव्यः समस्तपदस्य इदानीं लिङ्गं किम् अत्र नपुंसकलिङ्गं कथं ज्ञातवती इदम् अस्ति अतः सत्यं समीचीनं तत्पुरुषसमासे सामान्यतया उत्तरपदस्य यत् लिङ्गं तदेव समस्तपदस्य लिङ्गं हा समीचीनं धन्यवादः अग्रे अत्र विजया भगिनी करोति वा अत्र गुणान्वितम् इत्यत्र द्वितीया अपि भवितुम् अर्हति वा सन्दर्भानुगुणं वयं अत्र नपुंसकलिङ्गम् इति उक्तवन्तः द्वितीया विभक्तिः अपि प्रायः भवितुम् अर्हति किल हा परन्तु तत्र द्वितीयतत्पुरुषसमासे अन्वितः इति शब्दः अस्ति वा उत्तरपदे अत्र द्वितीया तत्पुरुषसमासः कदा भवति हा तत्र तु केवलं गत अतीत पतित प्राप्त आपन्न अत्यस्त इति तानि पदानि एव खलु अतः अत्र द्वितीया न भवति गुणैः अन्वितम् अस्तु योगाय भ्रष्टः योगात् भ्रष्टः तत्र योगभ्रष्टः इति आगच्छति पञ्चमे तत्पुरुषसमासः इति समीचीनम् अग्रे अहं वा हा भवते एव अमृतात् उद्भवः तत्र अमृतोद्भवः इति आगच्छति एतदपि पञ्चमे चतुर्षसमासः एव सन्धिकार्यमपि अस्ति खलु तत्र तत्र प्रथमं जलां दशन्ते इति कार्यं करोति अनन्तरम् एतत् मिलित्वा अमृतोद्भवः इति आगच्छति अस्तु समीचीनम् अग्रे पद्मा भगिनि आम् भगिनि कर्मणः समुद्भवः अत्र अत्रापि पञ्चमे तत्पुरुष आगच्छति कर्मसमुद्भवः कर्मसमुद्भवः अस्तु कर्मणः अत्र प्रातिपदिकं किं कर्मणः इत्यस्य प्रातिपदिकं कर्मात् समुद्भवः न कर्मन् इति प्रातिपदिकम् उक्तवती तस्य पञ्चमी अस्ति कर्मणः कर्मन् योगः समुद्भवः अत्र किं भवति कर्मन् इति प्रातिपदिकम् अत्र नकारस्य लोपः भवति कर्मसमुद्भवः आगच्छति सत्यं सत्यं यत्र अत्र पदं भवति वस्तुतः कर्मन् इति प्रातिपदिकं, तत्र विभक्तिलोपानन्तरं पदम् अस्ति, अतः तत्र नकारस्य लोपः भवति, कर्मसमुद्भवः. अस्तु, समीचीनम्. अग्रे आचार्यस्य उपासनम् षष्टितत्पुरुषसमासं भवति. आचार्योपासनम् आचार्योपासनम् अत्र सन्धिकार्यमस्ति खलु? कीदृशसन्धिः? गुणसन्धि. समीचीनं भगिनि. एकः प्रश्नः, पञ्चमी वयं पठितवन्तः केवलं भयं भयभीति भीति अस्ति, किन्तु यदि प्रथम पूर्वशब्द पञ्चमी विभक्त्यां भवति तदपि गृहीतं भवति? न न न, अत्र अत्र किम् अस्ति चेत् अत्र विशिष्टपदम् अस्ति, स अत्र गीतायाम् अस्ति, गीतायां तादृशप्रयोगः अस्ति इति कृत्वा तत्र पञ्चमी तत्पुरुषसमासः भवति. वस्तुतः यदि वयं समस्तपदं कर्तुम् इच्छामः, पञ्चमी तत्पुरुषसमस्तपदं कर्तुम् इच्छामः चेत् तत्र तु उत्तरपदे भयं भीतिः इत्येषु अन्यतमं पदम् अस्ति चेत् एव वयं कर्तुं शक्नुमः. वयं तु अत्र नूतनपदं योजयितुं न शक्नुमः. यदि तादृशशिष्टप्रयोगः अथवा साहित्ये अथवा गीतायाम् अथवा शास्त्रेषु कुत्रचित् अस्ति चेत् तादृशपदं वयं स्वीकर्तुं शक्नुमः, परन्तु वयं तु नूतनतया न कर्तुं शक्नुमः. भगिनी, एकः एकः किमपि वक्तव्यमस्ति. किं? यदा प्रभवति इत्यर्थः कोऽपि शब्दः अस्ति, तस्य कृते पञ्चमी एव उपपद अपेक्षितम्, अतः समुद्भव इति प्रभवति इत्यर्थे अस्ति, अतः पञ्चमी अत्र स्वीकृतम् अस्ति. तत्र किमपि विशिष्टसूत्रमस्ति वा सप्तमी तत् अत्र पञ्चमी इत्यस्य कृते? हा, प्रभवति इति क्रियापदं वा तस्य अर्थात् कोऽपि क्रियापदं वा शब्दः अस्ति चेत् तत्र पञ्चमी एव वर्तते, उपपद्विभक्ति अस्ति तत्. अस्तु अस्तु, तत्र द्रष्टव्यं भगिनि, द्रष्टव्यं. सूत्रमस्ति चेत् प्रेषयतु. सूत्रं न न जानामि, किन्तु व्यवहारे तु इदमेव. इत्युक्ते तादृशपदं कुत्रचित् गीतायां कुत्रचित् अस्ति वा? न, गीतायाम् अस्ति वा न जाने, किन्तु अहं यदि लौकिकव्यवहारे कोऽपि पुस्तके अस्ति तत्र लिखितमस्ति प्रभवति इत्यस्य अर्थे कोऽपि पदमस्ति चेत् तस्य कृते पञ्चमी एव अपेक्षितम् अस्ति. हा, तत्र सूत्रं किमपि अस्ति वा इति द्रष्टव्यं भगिनि. न जाने, किन्तु अहं दृष्ट्वा वदामि. अस्तु अस्तु, मम ईमेल् द्वारा सूचयतु, अहमपि पश्यामि. अत्र तादृशसूत्रं किमपि अस्ति चेत् तथा एव भवति, नो चेत् न भवति. वदामि. अस्तु, हा, समीचीनं. भगिनि, प्रश्नः, अत्र अमृतात् उद्भवः, तत्र अमृत उद्भवः इति गुणसन्धिः एव भवति खलु, जलांजशान्ते इति श्रुतवती, तत् कथं? हा, अमृत इति अत्र अत्र प्रायः भगिनी चिन्तितवती अत्र हलन्तशब्दः अस्ति इति चिन्तितवा, तत्र अमृत इति उक्तवती, अतः अमृत योगः उद्भवः, अमृतोद्भवः गुणसन्धिः एव. सत्यम्. अस्तु भगिनि, धन्यवादः. अमृत इति अकारान्तपदम् अस्ति खलु, अमृत न तु अमृत्. अस्तु, अग्रे अत्र प्रथमम् अमृतात् अमृतात् इति पदम् अमृताद् इति जलान् गच्छन्ति इति कार्यं करोति. हा, तत्तु भिन्न भिन्नविषयः अस्ति, तत्तु भिन्न इति गुणसन्धिः. न न न, अत्र प्रातिपदिकं किम् अमृत अकारान्तप्रातिपदिकमस्ति खलु, अकारान्तप्रातिपदिकमस्ति, अतः तत्र जलां जलन्ति कार्यं न करोति भगिनि. पदान्ते नास्ति जल् वर्णः, पदान्ते नास्ति, अतः तत्र कार्यं न करोति. अस्तु, अग्रे सरेम. अस्तु, अत्र सावित्री भगिनि. हरि ओं. मम भक्तः मद्भक्तः षष्टिविभक्ति इत्युक्ते मम इत्यत्र मूलं रूपं प्रातिपदिकम् अस्मत् शब्दः इति, मत् इति एकवचने स्वीकर्तुं शक्यते इत्यतः मत् भक्तः तत्र जस्वसन्देहकारणात् मद् तृतीयाक्षरं भवति मद्भक्तः इति षष्टिचतुर्षः. अग्रिमं नरलोकस्य वीराः नरलोकवीराः तदेव भवति षष्टितत्पुरुषः. षष्टितत्पुरुषः नरलोकः तत्र समासः भवति वा? पदद्वयमस्ति नराणां लोकः सत्यं षष्टि तत्रापि लोकः नरलोकः नरलोकस्य वीराः नरलोकवीराः. सत्यं समीचीनं धन्यवादः भगिनी. अग्रे अत्र सरला भगिनी करोतु. आत्मनि रति इति सप्तमी तत्पुरुषः अस्ति. आत्मरति आत्मन् इति प्रातिपदकं लकारस्य विकृतिरूप आगच्छति प्रातिपदिक आत्मरति इति भवति. युद्धे विशारदः युद्धे इति सप्तमी तत्पुरुषसमास युद्ध विशारद इति भवति समस्यपद. समीचीनं सम्यक्. तर्हि अत्र एकः प्रश्नः, यदि समस्तपदमस्ति नरलोकवीराः तत्र वयं सप्तमी चतुर्ष कर्तुं शक्नुमः यदि नरलोकवीरा वीरा इति प्रवीण इति समासं समानपदे आगच्छति पण्डितकुशलवीरा वीरः वीरः इति गुणः खलु वीरत्वम् इति गुणः तत्र निपुणता इत्यस्मिन् अर्थे नास्ति खलु. किन्तु वीरः इति अपि ये वीराः सन्ति तस्यपि तत् अहं चिन्तयामि सन्देहः आसीत् सत्यम् इत्युक्ते ग्रामवीराः यस्मिन् ग्रामे वीराः सन्ति इति समासः भिन्नः समासः अपि स्यात् खलु न वा? न न अत्र वी अत्र अत्र वस्तुतः अत्र कीदृशपदानि भवेत् सप्तमी तत्पुरुषसमासे साक्षात् अत्र पण्डितः कुशलः निपुणः तादृशपदं साक्षात् भवेत् तदा एव सप्तमी तत्पुरुषसमासः. अस्तु आं भगिनि अत्र सूत्रमस्ति पूर्वसदृशसमो सम ऊनार्थकलह निपुणमिश्रश्लक्ष्णैः तत् तृतीयतत्पुरुषसमासं पूर्वसदृश इति वा? तृतीयतत्पुरुषसमासस्य सूत्रम् अस्ति अत्र सप्तमी शौण्डैः. ओ सप्तमी शौण्डैः अस्तु. हा हा अत्र सप्तमी शौण्डैः इति शौण्डादिगणे एतानि पदानि सन्ति पण्डितः कुशलः निपुणः समर्थः पटुः एतस्मिन् अर्थे यानि पदानि सन्ति तानि स्वीकृत्य वयं समस्तपदं कर्तुं शक्नुमः. अत्र वीराः इति भिन्नं पदम् अस्ति तादृशपदं स्वीकृत्य समस्तपदं न भवति सप्तमी तत्पुरुषसमासः न भवति. इत्युक्ते तत्र निपुण इति पदं तृतीया अपि भवति सप्तमी अपि भवति. सत्यं सत्यम् अस्तु. अपि अन्यत् भगिनी तत्र प्रादुर्भावः इति उक्तं किल कोऽपि तस्य सूत्रमस्ति जनिकर्तुः प्रकृतिः इति कुत्र कस्मिन् सन्दर्भे? प्रथमाध्याये न तत्र पञ्चमी तत्र अमृतात् उद्भवः इति तत्र सूत्रं किं? जनिकर्तुः प्रकृतिः इति प्रथमाध्याये चतुर्थपादे त्रिंशत्तमसूत्रमस्ति. तत्र जन्यर्थस्य जन्मनः कर्ता जायमानः तस्य या प्रकृतिः कारणं हेतुः तत् कारकम् उपादनसंज्ञं भवति. गोमयात् वृश्चिकः जायते इति तत् कारकसम्बन्धसूत्रमस्ति खलु? न उपपदमस्ति अत्र नास्ति वा? न तत् सूत्रं तत्र सूत्रं पञ्चमी अपादानम् इति संज्ञा तत्तेन सूत्रेण भवति वा? भवतु भवती अनन्तरं पश्यतु कृपया तत्र पञ्चमी इति अस्ति अपादान अत्र अपादानम् अस्ति तत्र जनिकर्तुः तस्य पञ्चमी भवति इति यस्मात् यस्मात् किमपि जायते. सूत्रसङ्ख्या का अस्ति? 1430 प्रथमोऽध्यायस्य चतुर्थपादे 30 तमसूत्रमस्ति. जनिकर्तुः प्रकृतिः, जनिकर्तुः प्रकृतिः इति. हा, अनन्तरं पश्यामि महोदय. अत्र वस्तुतः अत्र कारकसम्बन्धसूत्रमस्ति चेत् तत्र समासे समस्तपदमपि तथैव भवति इति, तादृश पुनः तादृशसूत्रं समासस्य समास अध्याये अपि अस्ति वा इति द्रष्टव्यं पुनः. अत्र वाक्यस्तरे वाक्यस्तरे तथा भवति पञ्चमी, परन्तु समस्तपदे अपि तथा एव भवति वा इति पुनः द्रष्टव्यं. तत्र स्पष्टेन दत्तवन्तः षष्टि तत्पुरुषसमासः इति, जनेः कर्ता जनिकर्ता. हा हा, इदानीं चिन्ता नास्ति भगिनि. इदानीम् अग्रे सरेम, सूत्रं पुनः अनन्तरं दृष्ट्वा, नो चेत् समापयितुं न शक्नुमः. अग्रे सरेम, इदानीम् अनन्तरं पश्यामः सूत्रस्य विषये. खलु अत्र पञ्चमी एव. हा, अत्र तु पञ्चमी भगवद्गीतायाम् अस्ति, पञ्चमी एव. किमर्थं पञ्चमी इति प्रायः सूत्रं किमपि अस्ति, पश्यामः अनन्तरं पश्यामः. संशयः, मम भक्तः इति षष्टि तत्पुरुषसमासः एव खलु? सत्यं. मत् भक्तः इति आगच्छति. सत्यं, मत् भक्तः इति अस्तु. धन्यवादः. अस्तु अस्तु, अग्रे पुष्पा भगिनी पठति वा? आं भगिनि. कर्मधारयसमासः. एतानि वाक्यानि परिशीलयत. भण्डे भाण्डे उष्णोदकम् अस्ति. मेघश्यामः श्रीकृष्णः सर्वेषां प्रियः. तावत् वदतु. एतानि हा भण्डे भाण्डे भाण्डे भाण्डे उष्णोदकम् अस्ति. अत्र उदकम् अधोभागे दत्तमस्ति खलु, तत् तिष्ठ्वा पठतु. अत्र उष्णम् उदकम् इति दत्तम्. हा हा, तदेव उष्णम् उदकम् उष्णोदकम्. तत्र द्वितीय तत्पुरुष उष्णम् उदकम् इति अस्ति. उदकम् इत्युक्ते किं? जलं जलं जलम् उदकं जलं. भाण्डे तु पात्रे. सत्यं सत्यम्. उष्णमुदकम् अत्र कीदृशसमासः? द्वितीय इति मन्ये. न, द्वितीया नास्ति. अत्र वस्तुतः अत्र अत्र अत्र उपरि किं दत्तमस्ति, कीदृशसमासः इति दत्तमस्ति खलु. कर्मधारयसमासः, कर्मधारयसमासस्य लक्षणं किम् इति इदानीं पश्यामः. परन्तु अत्र वस्तुतः कर्मधारयसमासः कीदृश उदकम् इति चेत् उष्णम् उदकम्. अग्रिमम्. मेघश्यामः, मेघः इव श्यामः, तत्तु कर्मधारयसमासः इति उक्तम् इदानीं. कर्मधारयसमासः कीदृशकर्मधारयसमासः इति अग्रे पश्यामः. अत्र कर्मधारयसमासस्य कीदृशप्रभेदः इति अग्रे पश्यामः. अस्तु, समीचीनम्. अग्रे शुकवन महोदय. हा भगिनि. पुरुषः सिंहः इव इति पुरुषसिंहः. विद्या एव धनम् इति विद्याधनं. महोदय वाक्यमपि पठतु. ओहो, न पठितं वा? अस्तु, न पठितम्. अस्तु. पुरुषसिंहः चन्द्रशेखर आजादः देशाय प्राणान् अर्पितवान्. तत्र पुरुषसिंहः इति कर्मधारयसमासः. पुरुषः सिंहः इव इति कर्मधारयसमासः भवति. विद्याधनं सर्वधनप्रधानम् इति वचनं प्रसिद्धम्. विद्या एव धनम् इति विद्याधनं भवति. अग्रेपि पठामि वा? हा, पठतु तदपि. हा, हिमालयपर्वतः भारतस्य उत्तरभागे विराजते हिमालयः इति पर्वतः हिमालयपर्वतः इति समस्तपदं भवति एतानि सर्वाणि पठतु महोदय एतानि सर्वाणि अपि कर्मधारयसमासस्य उदाहरणानि कर्मधारयसमासः तत्पुरुषस्य भेदः कर्मधारयसमासे पूर्वपदम् उत्तरपदं च अपि प्रथमाविभक्त्यन्तं भवति इति अत्र किं दत्तमस्ति इत्युक्ते कर्मधारयः कर्मधारयसमासः इति तत्पुरुषसमासस्य अन्यतमः एव तत्पुरुष समासे एकः विधः इति अपि च कर्मधारयसमासे तत्र विग्रहवाक्यं कथं भवति इति चेत् तत्र पूर्वपदम् उत्तरपदं द्वयमपि प्रथमाविभक्तौ भवति इति अत्र वैशिष्ट्यमस्ति समीचीनं महोदय अस्तु तर्हि अत्र कर्मधारयसमासः इति विषयः अस्ति अत्र तत्पुरुषसमासे वयं दृष्टवन्तः सामान्यतत्पुरुषसमासः कर्मधारयसमासः अनन्तरं द्विगुसमासः नञ्प्रवृत्तयः इति दृष्टवन्तः तत्र एतावता तत्पुरुष सामान्यतत्पुरुषसमासस्य विषये अधीतवन्तः इदानीम् अत्र द्वितीयः प्रभेदः कर्मधारयसमासः इति कर्मधारयसमासः इति तत्पुरुषसमासस्य प्रभेदः तत्पुरुषसमासे यत्र सामानादिकरण्यम् अस्ति तत्र कर्मधारयः इति वदामः तत्पुरुषसामानादिकरणः कर्मधारयः इति उच्यते तर्हि अत्र सामानादिकरण्यम् इत्युक्ते किम् इति वयं पूर्वं करपत्रे अपि पठितवन्तः यदि अत्र सुन्दरः बालकः इति उदाहरणं पश्यामः चेत् सुन्दरः बालकः अत्र विशेषणविशेषभावः अस्ति तर्हि सुन्दरं सौन्दर्यम् इति एकः गुणः अस्ति बालके बालके बालकत्वम् अपि अस्ति बालकत्वम् इति जातिः अपि अस्ति तर्हि बालके एव सौन्दर्यमपि अस्ति बालकत्वम् अपि अस्ति तर्हि द्वयोः समानादिकरण्यम् अस्ति बालके अतः अत्र समानादिकरण्यम् अस्ति इति वदामः यत्र समानादिकरण्यम् अस्ति अपि च अत्र समानविभक्तिकत्वमपि अस्ति एकार्थबोधकत्वम् अस्ति पदद्वयमपि बालकमेव सूचयति अतः अस्मिन् सन्दर्भे कर्मधारयसंज्ञा भवति अतः सुन्दरः बालकः इति व्यस्तप्रयोगे समस्तपदं भवति सुन्दरबालकः इति सुन्दरबालकः अत्र पूर्वपदे विशेषणमस्ति सुन्दरः इति विशेषणमस्ति बालकः इति विशेष्यमस्ति वस्तुतः विशेष्यवाचकपदम् तर्हि अत्र विग्रहवाक्यं कर्मधारयसमासे कथं भवति इति चेत् सुन्दरबालक इति समस्तपदम् अस्ति चेत् तत्र विग्रहवाक्यं भवति सुन्दरः बालकः इति एकरीत्या एकविधं वाक्यं तदनन्तरं भिन्नरीत्या अपि वक्तुं शक्नुमः सुन्दरः च सः बालकः च इति मध्ये तत्र सर्वनामशब्दः भवति यथा अत्र सुन्दरः च असौ बालकः च किमर्थम् अत्र तादृशी शैली अस्ति इति चेत् अत्र मध्ये यत् यः सर्वनामशब्दः अस्ति सः शब्दः अत्र किं सूचयति इति चेत् अत्र सामानादिकरण्यं सूचयति सामानादिकरण्यं सूचनार्थं तत्र तादृशी शैली अस्ति मध्ये सर्वनामशब्दः भवति अत्र सः असौ तत् तानि अत्र मधुराणि फलानि इति अस्ति चेत् मधुराणि तत् मधुराणि च तानि फलानि च इति तादृशविग्रहवाक्यं भवति अतः उभयदा अपि वक्तुं शक्यते अत्र सुन्दरः बालकः इति सामान्यं विग्रहवाक्यमस्ति सुन्दरः च सः बालकः इति वक्तुं शक्यते अथवा सुन्दरः च असौ बालकः च इति अपि वक्तुं शक्यते इति तादृशी शैली अस्ति अत्र कर्मधारयसमासे अपि प्रभेदाः सन्ति वस्तुतः पुस्तकेषु नवप्रभेदाः सन्ति परन्तु अत्र प्रसिद्धप्रभेदाः तु षट् प्रभेदाः एव अत्र पुस्तके गीताप्रवेशे षट् प्रभेदाः एव दत्ताः अत्र प्रथमतया अत्र विशेषणपूर्वपदकर्मधारयः अनन्तरम् उपमानपूर्वपदकर्मधारयः उपमानोत्तरपदकर्मधारयः अवधारणपूर्वपदकर्मधारयः सम्भावनापूर्वपदकर्मधारयः अपि च मध्यमपदलोपि इति अस्ति वस्तुतः विशेषण विशेषण उभयपदकर्मधारयः अपि च विशेषण उत्तरपदकर्मधारयः अपि च मयूरवंशकादिः इत्यपि प्रभेदः अस्ति वस्तुतः, परन्तु वस्तुतः अत्र न दत्तम्। एते एव प्रसिद्ध उदाहरणानि अत्र पुस्तके यानि सन्ति। एतेषु प्रभेदेषु विशेषणपूर्वपदमेव वयं सर्वत्र पश्यामः, बहुत्र वयं विशेषणपूर्वपदमेव पश्यामः। अस्तु, अपि च अत्र कर्मधारयसमासे वैशिष्ट्यद्वयमस्ति। एकं तु पुंवद्भावः इति वयं करपत्रे अपि पठितवन्तः, यत्र समस्त यत्र पदद्वयम् अस्ति, अपि च अत्र पूर्वपदं स्त्रीलिङ्गपदम् अस्ति, यत्र पदद्वयोर्मध्ये समानादिकरण्यम् अस्ति। इदानीम् अत्र सुन्दरी बालिका इति वदामि चेत् सुन्दरी इति पूर्वपदम् अस्ति, अत्र सुन्दरी बालिका द्वयोः समानादिकरण्यमपि अस्ति, अपि च सुन्दरी इति पदं पूर्वपदे स्त्रीलिङ्गपदम् अस्ति। कीदृशस्त्रीलिङ्गपदम् इति चेत् तत्र भाषितपुंस्कः पदमस्ति, इत्युक्ते सुन्दरी इति पदं वस्तुतः अत्र विशेषनिघ्नपदम् इत्युक्ते त्रिषु लिङ्गेषु अपि भवति सुन्दरी। अत्र सुन्दरः, सुन्दरी, सुन्दरम् इति त्रिषु लिङ्गेषु अपि रूपाणि भवन्ति इति कृत्वा तत्र पुंवद्भावः सम्भवति। कुत्र कुत्र पुंवद्भावः सम्भवति इति चेत् तत्र वस्तुतः कर्मधारयसमासे भवति, अपि च बहुव्रीहिसमासे अपि पुंवद्भावः भवति, यत्र पूर्वपदे स्त्रीलिङ्गपदम् अस्ति। अत्र सामान्यतत्पुरुषसमासे पुंवद्भावः न भवति। अतः अत्र सुन्दरी बालिका इति वाक्ये अत्र समस्तपदं भवति, सुन्दरबालिका इति समस्तपदं भवति, यतोहि अत्र पूर्वपदस्य पुंवद्भावं कृत्वा अत्र पुल्लिङ्गवत् प्रातिपदिकं स्वीकुर्मः, सुन्दर इति प्रातिपदिकं स्वीकृत्य समस्तपदं कुर्मः, सुन्दरी सुन्दरबालिका इति भवति। तर्हि तत्र सुन्दरबालिका इत्यस्मिन् सन्दर्भे विग्रहवाक्यं भवति सुन्दरी बालिका अथवा सुन्दरी च सा बालिका च इति तादृशी शैली अस्ति। अस्तु, सुन्दरबालिका इति एकमेव पदं, समस्तपदं सुन्दरबालिका इति समस्तपदं, तस्य विग्रहवाक्यं भवति सुन्दरी बालिका। अस्तु अस्तु, तर्हि हा तर्हि इदानीम् अत्र प्रथमप्रभेदः अस्ति विशेषणपूर्वपदकर्मधारयः इति। अत्र गौरी भगिनी पठति वा पुस्तकात्? गौरी भगिनी अस्ति वा? अस्तु, रत्ना भगिनी पठितुम् इच्छति वा? अस्तु भगिनी, पठामि। विशेषणपूर्वपदः कर्मधारयः उष्णशीतदीर्घ ह्रस्व श्वेत कृष्णादयः शब्दाः विशेषणानि भवन्ति इति वयं जानीमः। यत्र पूर्वपदं विशेषणं भवति उत्तरपदं तु विशेष्यं भवति एव, सः विशेषणपूर्वपदः कर्मधारयः यथा दीर्घारज्जुः, दीर्घरज्जुः। अत्र पूर्वपदं दीर्घ इति विशेषणमस्ति, रज्जुः इति विशेषमस्ति। तथा उन्नतः पर्वतः, उन्नतपर्वतः। साधुः पुरुषः, साधुपुरुषः। क्रूरः जन्तुः, क्रूरजन्तुः। अत्र सर्वेषु पदेषु पूर्वपदं विशेषणमस्ति, उत्तरपदं विशेषं भवति। अस्तु, समीचीनं भगिनि। तर्हि अत्र वस्तुतः विशेषणपूर्वपदकर्मधारयसमासः इति प्रमुखः प्रभेदः अस्ति कर्मधारयसमासे। तर्हि अत्र विशेषणपूर्वपदकर्मधारयसमासे पूर्वपदं विशेषणं भवति, उत्तरपदं विशेष्यं भवति। अत्र दीर्घारज्जुः अत्र किम् अभवत् भगिनि? रज्जुः इति स्त्रीलिङ्गशब्दः अस्ति, प्रथमाविभक्त्याम् अस्ति, तस्याः विशेषणमस्ति दीर्घा इति, तदपि स्त्रीलिङ्गे अस्ति, प्रथमाविभक्त्याम् अस्ति एकवचने। अत्र समस्तपदं किम्? हा, समस्तपदम्, ओ अस्तु, समस्तपदं भवति दीर्घरज्जुः। अत्र यथा भवती उक्तवती पुल्लिङ्ग विशेषणस्य पुल्लिङ्गरूपस्य प्रातिपदिकं स्वीकृत्य समासं कुर्मः, खलु? सत्यं सत्यम्. अस्तु, तत्र किं उक्तवती भगिनी, नाम भाषितपुंस्कः इति. भाषितपुंस्कः इत्युक्ते तादृशशब्दः यस्य रूपाणि त्रिषु लिङ्गेषु भवन्ति. इदानीम् अत्र वृक्षः इति वदामि चेत् वृक्षः इति पदं नियतलिङ्गपदमस्ति, सर्वदा पुल्लिङ्गे एव भवति, तस्य वृक्ष इति रूपं नास्ति. परन्तु अत्र दीर्घः इति शब्दः त्रिषु लिङ्गेषु अपि भवति, दीर्घः, दीर्घा, दीर्घम् इति. अतः तादृशशब्दः यदि पूर्वपदे स्त्रीलिङ्गे स्त्रीलिङ्गरूपे अस्ति चेत् तत्र पुंवद्भावः भवति. अस्तु, इत्युक्ते सर्वे विशेषणानि तथा एव खलु? हा, सामान्यतया सर्वत्र तथा. स्त्रीलिङ्गपदमस्ति चेत् तत्र पुल्लिङ्गे अपि तस्य रूपम् अस्ति वा इति पश्यामः. यतोहि अत्र विशेषणमस्ति, अतः त्रिषु लिङ्गेषु अपि सामान्यतया भवति एव, परन्तु कुत्रचित् द्रष्टव्यम् अस्ति वा इति एकवारं द्रष्टव्यं. यथा अत्र विद्या एव धनम् इति अग्रे आयास्यति, तत्र विद्या इति पदं स्त्रीलिङ्गे अस्ति, परन्तु तत् पदं भाषितपुंस्कः पुंस्कं पदं नास्ति. सर्वदा स्त्रीलिङ्गे एव भवति, तस्य पुल्लिङ्गे रूपं नास्ति. अतः तस्मिन् सन्दर्भे अत्र पुंवद्भावः न भवति. अस्तु अस्तु, तर्हि अत्र पुंवद्भावः इत्यस्य कृते प्रथमतया सामानाधिकरण्यम् अस्ति वा इति द्रष्टव्यम्. इत्युक्ते द्वयोः पदयोः अधिकरणम् एकम् अस्ति वा इति द्रष्टव्यम्. तदनन्तरम् अत्र पूर्वपदं स्त्रीलिङ्गपदम् अस्ति वा इति अपि द्रष्टव्यम्. स्त्रीलिङ्गपदम् अस्ति चेत् अत्र कर्मधारयसमासस्य प्रसङ्गे तर्हि स्त्रीलिङ्गपदम् अत्र भाषितपुंस्कं पदमस्ति वा इति द्रष्टव्यम्. इत्युक्ते तस्य रूपं त्रिषु लिङ्गेषु अपि भवति वा इति दृष्ट्वा तदनन्तरं पुंवद्भावं कुर्मः. अस्तु अस्तु भगिनि. मम एकः प्रश्नो अस्ति, एतत्तु समासविषये तु नास्ति, साधारणविशेषविशेषविषये प्रश्नः. यदा प्रायः समासमपि भवितुं शक्नोति अत्र, यथा यदा कृष्णकथायां नाम रासलीलायाः पूर्वं कृष्ण अव्यक्तः अभवत्, तस्मिन् समये ते सर्वे गोप्यः कृष्णलीला सर्वम् उक्त्वा तस्य स्मरणं कृष्णस्य स्मरणं कृतवन्तः स्म. तदा एका गोप्यक्तव्यक्ति अहमेव कृष्ण, कृष्णवद् गोपी तादृशं वयं किमपि वक्तुम् इच्छामः, यस्मिन् कृष्णः विशेषणं भवति गोप्याः नाम किमपि दद्मः यदा गोदा किमपि, तर्हि तस्मिन् सन्दर्भे यदि समास वा न व्यस्तपदं वा तस्मिन् सन्दर्भे यदा कृष्णः गोदायाः विशेषणं भवति तर्हि तस्य कृष्णशब्दस्य स्त्रीलिङ्गरूपं भवति वा, मम प्रश्नः. कृष्णशब्दस्य स्त्रीलिङ्गरूपं भवति वा इति द्रष्टव्यम्. अत्र कृष्ण इति अस्ति वा, कृष्ण तु वर्णः, वर्णं नयामश्चेत् तस्य तु त्रीलिङ्गरूपमेव भवति, मूलप्रातिपदिके तु प्रायः त्रीलिङ्गरूपं भवति. तत्र द्रष्टव्यं महोदय, कृष्ण इति तत्र तस्य प्रातिपदिकं किं तस्य त्रिषु लिङ्गेषु रूपं भवति वा इति द्रष्टव्यम्, अनन्तरं दृष्ट्वा वदामि. अस्तु, धन्यवादः. कृष्ण एकक्षणं भगिनी, एकक्षणं भगिनी महोदय वदतु। कर्मधारयसमासे प्राधान्यत्वम् इति कन्सेप्ट् नास्ति किल, विशेषणम् अवधारणं सम्भावना प्राधान्यत्वम् इति किमर्थं वदति? अत्रापि उत्तरपदस्य एव प्राधान्यम्, सर्वदा उत्तरपदस्य प्राधान्यं, तत्पुरुषसमासे तु सर्वत्र उत्तरपदस्य एव प्राधान्यं, तत्पुरुषसमासे। हा भगिनी वदतु, पद्मा भगिनी। चिन्तनं कृष्ण गुण गुणं गुणरूपं न अस्ति न वा सुन्दर इव इति वर्णः अस्ति खलु, कृष्णः इति वर्णः अस्ति, अतः तत्र परन्तु गुण गुणं गुणवाचकं, हा वर्णः तु तत्र वर्णः अस्ति, तत्र त्रिषु लिङ्गेषु अपि रूपाणि भवितुम् अर्हन्ति, परन्तु तत्र प्रायः इतोपि किञ्चित् पश्यामः, अनन्तरं वदामि, दृष्ट्वा वदामि। वर्णः द्रौपद्याः अन्ये नाम कृष्ण एव, तस्याः वर्णः हा नामरूपेण अपि अस्ति खलु, सत्यं सत्यं सत्यम्, अतः सन्दर्भानुसारं दृष्ट्वा अत्र कीदृशवाक्यमस्ति इति दृष्ट्वा अपि वक्तव्यं, परन्तु कृष्ण इति नाम अपि अस्ति सत्यम्। आं भगिनि, मम स्मरणमस्ति वर्णाः केवलं पुल्लिङ्गे एव वदामः खलु इति, हा वर्णाः सामान्यतया पुल्लिङ्गे एव वदामः, परन्तु तत्र कुत्रचित् तत्र कुत्रचित् तत्र विशेषणरूपेण अपि भवति, अस्तु तदा लिङ्गभेदं भवति, तदा लिङ्गभेदः भवति, हा अस्तु भगिनि, अस्तु तर्हि अत्र अग्रे राजेन्द्रमहोदय पठति वा। आम् आम् उपमान उपमानपूर्वपदः कर्मधारयः, चन्द्रदयः शब्दाः उपमानत्वेन प्रसिद्धाः, यत्र पूर्वपदम् उपमानं भवति उपमानपूर्वपदः कर्मधारयः, यथा चन्द्रः मनोहरः, चन्द्रमनोहर उपमान इत्युक्ते भगिनी तुलनात्मक शब्दः, हा तुलनात्मकशब्दः, हा किञ्चित् वदामि, पठतु महोदय। अरविन्दम् इव सुन्दरम्, अरविन्दसुन्दरं, कुसुमम् इव कोमलं, कुसुमकोमलं, मेघः इव श्यामः, मेघश्यामः, अत्र चन्द्रादयः शब्दाः उपमानत्वेन प्रसिद्धाः, चन्द्र एव यथा चन्द्र एव मनोहरः, चन्द्रमनोहरः कीदृशी मनोहरः, चन्द्र एव मनोहरः, तत् उपमानत्वं शब्दं प्रयुज्य तत्र कर्मधारयसमासः अस्ति, तत्र विशेषणविशेषभावः अस्ति, एकर्थ बोधकथमपि अस्ति, अपि च समानधिकरणमपि अस्ति, तत्र उपमानात्मम् अस्ति तत्कारणात् तत्र कर्मधारयस्य प्रभेदः अस्ति उपमानपूर्वपदः, यत्र पूर्वपदम् उपमानत्वं शब्दः अस्ति, यथा उदाहरणे तत्र सन्ति। सत्यं महोदय, अत्र उपमानपूर्वपदकर्मधारयः इति दत्तमस्ति, तर्हि पूर्वपदे उपमानशब्दः अस्ति, उपमानवाचकं पदं पूर्वपदे अस्ति, उत्तरपदे साधारणधर्मः इति उच्यते, तर्हि अत्र यत्र यत्र उपमानविषयः अस्ति तत्र वस्तुतः अंशचतुष्टयम् अस्ति, एकमस्ति उपमानम् उपमानवाचकं पदं, द्वितीयमस्ति उपमेयवाचकं पदम्, अपि च उपमाबोधकशब्दः अस्ति, अनन्तरं साधारणधर्मः अस्ति। उपमानम् इत्युक्ते अत्र यस्य येन वयं तुलनां कुर्मः, येन सह तुलनां कुर्मः, तस्य नाम अस्ति उपमानम् इति। उपमेयम् इत्युक्ते यस्य तुलनां कुर्मः तद् उपमेयम्, अत्र चन्द्रः इव मनोहरः इति, चन्द्रः इव मनोहरः मुखम् अथवा चन्द्रः इव मनोहरः किमपि अस्ति इति वदामः चेत् अत्र चन्द्रः एव उपमानम् अस्ति, यतोहि चन्द्रेण सह वयं तुलनां कुर्मः. अनन्तरम् अत्र यस्य विषये वयं तुलनां कुर्मः तदेव अत्र उपमेयम्. इदानीम् अत्र चन्द्रः इव मुखम् इति उदाहरणे, चन्द्रः इव मुखम् इति उदाहरणे चन्द्रः एव उपमानं, यतोहि वयं मुखस्य तुलना चन्द्रेण सह कुर्मः. मुखम् इति उपमेयम् अस्ति. अनन्तरं चन्द्र इव मुखम् इत्यस्मिन् अत्र सौन्दर्यम् इति साधारणधर्मः अस्ति, सौन्दर्यम् इति साधारणधर्मः अस्ति. तर्हि अत्र चन्द्रे यादृशसौन्दर्यम् अस्ति तादृशसौन्दर्यं मुखे अपि अस्ति इति तादृशतुलनां कर्तुं वयम् अत्र चन्द्र इव मुखम् इति तादृश उपमानवाचकपदम् उपयुज्य वाक्यं भवति. तर्हि अत्र उपमानपूर्वपदकर्मधारयः कदा भवति इति चेत् पूर्वपदम् उपमानवाचकपदं भवति, उत्तरपदं साधारणधर्मः भवति. इदानीम् अत्र वाक्यमस्ति चन्द्रः इव मनोहरः इति, चन्द्रः तु उपमानवाचकं पदम् अस्ति, उत्तरपदे मनोहरत्वम् अस्ति, मनोहरत्वम् इति साधारणधर्मः अस्ति. चन्द्र इव मनोहरः पुरुषः इति चिन्तयामः इदानीं. तर्हि पुरुषः अस्तु, चन्द्रः इव मनोहरः पुरुषः इति उदाहरणमस्ति. तर्हि चन्द्रः एव उपमानं, पुरुषः उपमेयं, यतोहि पुरुषस्य तुलनां वयं चन्द्रेण सह कुर्मः. अत्र मनोहरः इति साधारणधर्मः अस्ति, साधारणधर्मः यतोहि मनोहरत्वं चन्द्रे अपि अस्ति पुरुषे अपि अस्ति. पुरुषे यः यत् मनोहरत्वम् अस्ति तत् मनोहरत्वं चन्द्र इव अस्ति. अत्र इव इति शब्दः एव उपमाबोधकशब्दः. अतः यत्र यत्र पूर्वपदे उपमानवाचकपदम् उत्तरपदे साधारणधर्मः अस्ति तत्र सर्वत्र उपमानपूर्वपदकर्मधारयः इति समासः भवति. एतादृश अरविन्दम् इवं सुन्दरम्, अरविन्दम् इवं सुन्दरं मुखम् इति चिन्तयामः चेत् तथापि अत्र सौन्दर्यम् इति साधारणधर्मः अस्ति, साधारणधर्मः अरविन्दे अपि अस्ति मुखे अपि अस्ति. अतः तादृशसाधारणधर्मः उत्तरपदे अस्ति, अपि च पूर्वपदे उपमानवाचकपदम् अस्ति चेत् तत्र तत्र उपमानपूर्वपदः भवति. प्रश्नः वा? अरविन्दम् इत्युक्ते किम्? अरविन्दम् इत्युक्ते कमल. भगिनी उपमान उपमेय साधारण बोधक इत्युक्ते, बोधकः इत्युक्ते अत्र द्वयोः तुलना कथं वयं कुर्मः. अत्र इव इति शब्देन कुर्मः, अत्र मध्ये इव इति शब्दः अस्ति खलु, इव इति शब्देन वयं तुलनां कुर्मः. अतः उपमान उपमाबोधकः शब्दः अस्ति. इव इति बोधकशब्दं सर्वत्र अपि अस्ति खलु, तत्र उपमानपूर्वपदकर्मधारये इव इति सर्वत्र आगच्छति खलु, सर्वत्र अत्र तादृशशैली अस्ति, अत्र सर्वत्र इव इति पदं मध्ये आगच्छति. अतः उपमाबोधक, हा उपमाबोधकपदं, तत्र इव इति शब्देन एव वयं जानीमः अत्र उपमा अस्ति इति कथं ज्ञायते. यदि चन्द्रः मनोहर इति एव पदद्वयम् अस्ति चेत् तत्र तुलना अस्ति इति न ज्ञातुं शक्नुमः. अत्र इव इति पदेन एव वयम् अत्र तुलना अस्ति इति ज्ञायते. अतः अत्र इव इति शब्दः उपमाबोधकः शब्दः अस्ति. अस्तु अस्तु महोदय, अत्र राजेन्द्रमहोदय अत्र तृतीयम् उदाहरणं स्वीकृत्य वदतु अत्र किं किम् अस्ति इति एकवारम्. अत्र कुसुमम् एव कोमलम्, कुसुम इत्युक्ते पुष्पं, कुसुमम् एव यादृशी कोमलता कुसुमे अस्ति तादृशी कोमलता अन्यत् उपमे अपि अस्ति. कुसुमम् इव कोमलं, कुसुममिव कोमलं शरीरम् इति चिन्तयामः चेत् तत्र शरीरमिति पदं कीदृशपदम्? शरीरम् इत्युक्ते इदानीं तु नपुंसकलिङ्गपदम् अस्ति. हा न न अत्र अत्र अत्र उपमानम् उपमेयं तत्र शरीरं पदं तत् शरीरम् इत्युक्ते उपमेयं. हा उपमेयम् अस्ति कुसुमम् इव कोमलं शरीरम् इति वदामः चेत् तत्र शरीरम् उपमेयम् उपमानं कुसुमं कुसुमम् अन्त इव इति इव इत्युक्ते तत् तुलनात्मक तत्र उपमाबोधकशब्दः तुलनात्मकं सत्यं समीचीनं यादृशी कोमलता कुसुमे अस्ति तादृशी कोमलता शरीरे अपि अस्ति. कोमलत्वम् इति कोमलत्वम् इत्युक्ते किं किं वदामि साधारणधर्मः अस्ति साधारणधर्मः अस्ति. अस्तु समीचीनं तर्हि अत्र अग्रे जगन्नाथमहोदय अग्रिमं वदति वा मेघः इव श्यामः कृष्णः मेघः इव श्यामः कृष्णः. अस्तु अत्र मेघः मेघस्य तुलना कृष्णेन सह भवति. उपमानवाचकपदं किम् उपमानवाचकपदं भवति मेघः विशेषणं भवति कृष्णः. अपि च अत्र उपमेयं क्षम्यताम् उपमानं मेघः उपमानं कृष्णस्य उपमानं मेघेन सह कृतं तर्हि कृष्णः इति उपमेयमस्ति खलु. उपमेयम् आम् साधारणधर्मः कः साधारणधर्मः कृष्णत्वं मेघस्य शीतलत्वं न न अत्र श्यामत्वम् इति एव श्यामत्वम् इति एव साधारणधर्मः अस्ति यतोहि श्यामत्वं मेघे अपि अस्ति कृष्णे अपि अस्ति अतः एव वयं तुलनां कर्तुं शक्नुमः खलु. अस्तु समीचीनम् इव इति पदम् अत्र तुलनात्मकम् अस्ति अत्र उपमाबोधकशब्दः अस्ति इव. अस्तु समीचीनं तर्हि मेघश्यामः इति समस्तपदम्. अस्तु समीचीनं तर्हि अत्र अग्रे लीना भगिनी अग्रे पठति वा. आं पठामि. अग्रे उपमानोत्तरपदः कर्मधारयः. यत्र उत्तरपदम् उपमानं भवति सः उपमानोत्तरपदकर्मधारयः यथा पुरुषः व्याघ्रः इव पुरुषव्याघ्रः नरः शार्दूलः इव नरशार्दूलः. अग्रे अपि पठामि वा. हा पठतु. पुरुषः ऋषभः इव पुरुषऋषभः. अत्र प्रथमस्मिन् उदाहरणे पुरुषः व्याघ्रः इव इत्यत्र पुरुषः उपमेयः अस्ति व्याघ्रः उपमानम् अस्ति. इव इति पदम् उपमाबोधकम् अस्ति. साधारणधर्म तु व्याघ्रत्वं वा व्याघ्रत्वं तु पुरुषेण भवितुम् अर्हति खलु. आम् हा तर्हि अत्र तु पूर्वपदम् उपमेयवाचकपदं पुरुष इति पदम् उपमेयवाचकपदम् उत्तरपदं व्याघ्रः उपमानवाचकं पदं परन्तु अस्मिन् समासे साधारणधर्मः नास्ति. साधारणधर्मः पूर्वपदे अपि न भवति उत्तरपदे अपि न भवति परन्तु वयं जानीमः अत्र व्याघ्रे या वीरता अस्ति तादृशी वीरता पुरुषे अपि अस्ति अतः पुरुषव्याघ्रः इव इति. अतः तत्र द्वयोः उपमानपूर्वपदकर्मधारयः अपि च उपमानोत्तरपदकर्मधारयः द्वयोः भेदः अवगन्तव्यः. तत्र उपमानपूर्वपदकर्मधारयसमासे उत्तरपदे साधारणधर्मः भवति परन्तु अत्र उत्तरपदे उपमानवाचकपदं भवति. अत्र उपमान उत्तरपदकर्मधारयः इति समासे पूर्वपदम् उपमेयं भवति, उपमेयवाचकं पदम्, उत्तरपदम् उपमानवाचकं पदं भवति. स्पष्टमस्ति खलु? आम्. अत्र नरशार्दूलः इव पदस्य प्राधान्यं भगिनि अत्र तु अत्र वस्तुतः अत्र तत्पुरुषसमासस्य प्रभेदे प्रायः उत्तरपदस्य प्राधान्यम् इति वदामः, परन्तु अत्र तु पुरुषः व्याघ्रः इव इत्यस्मिन् अत्र तुलनात्मकम् अस्ति, अतः अत्र पुरुषस्य विषये एव वयं वदामः, अतः एव सर्वत्र प्रायः उत्तरपदप्राधान्यम् इति वदामः, यतोहि अत्र उत्तरपदस्य प्राधान्यं न वक्तुं शक्यते. सत्यम्, अत्र अत्र पूर्वपदस्य प्राधान्यमेव किल, पुरुषः इत्यस्मिन् विषये एव समस्तपदमस्ति. सत्यम्, अतः एव सर्वत्र वयं प्रायः प्रायः इति वदामः, यतोहि कुत्रचित् अपवादः अस्ति. यत्र उपमानम् अस्ति तस्य पश्चात् इव पदं स्वीकर्तव्यं खलु? सत्यम्, अत्र तादृशी शैली अस्ति. अत्र नरः शार्दूलः इव, नरः शार्दूलः इव, तत्र शार्दूलः इति उपमानम् अस्ति, नरः इति उपमेय अस्ति, इव पदम् उपमानबोधकम् अस्ति. अत्र साधारणत्वं न दृश्यते, मतलब् ऐ मीन् इन् समासे न दृश्यते, किन्तु तस्य तुलना अस्ति शार्दूलेन सह. अद्यापि अत्र अपि वीरता साधारणत्वं भवितुम् अर्हति. अस्य प्रथमपदं नर इति उपमेय आगच्छति, शार्दूल इति उत्तरपदम् उपमानम् अस्ति, अतः उत्तरपदम् उपमानम् उपमानोत्तरपदः कर्मधारय इति समासस्य नाम. अस्तु, समीचीनं भगिनि, धन्यवादः. अग्रे विजया भगिनी वदति वा, पुरुषऋषभः इव अत्र किम् अस्ति? पुरुषः इव ऋषभः इव पुरुषः एव खलु भगिनि तत्र? न, पुरुषः ऋषभः इव. किं किं अत्र वदतु, अत्र पूर्वपदे किम् अस्ति, उत्तरपदे किम् अस्ति इति वदतु एकवारम्. पूर्वपदं पुरुषः, उत्तरपदं पुरुषः. कीदृशपदम् अस्ति, कस्य तुलना केन सह भवति, कस्य तुलना केन सह? केन सह अत्र उपमानं किम्, उपमेयं किम् इति वदतु एकवारम्. उपमानं तत्र ऋषभः, पुरुषः इति उपमेयम् इति भवत्या उक्तं बोधकशब्दमिति. सत्यं, तर्हि पूर्वपदे उपमेयम् अस्ति, उपमेयवाचकं पदम्, उत्तरपदे उपमानवाचकं पदम्. अत्र समस्तपदे तु साधारणधर्मस्य विषयः नास्ति, परन्तु वयम् अवगन्तुं शक्नुमः अत्रापि वीरतायाः विषये एव अस्ति. अस्तु, समीचीनम्. हा, तर्हि अग्रे अत्र पद्मा भगिनी पठति वा? आं भगिनि. अवधारणापूर्वपदः कर्मधारयः, यत्र अवधारणा निश्चयः इत्यर्थः प्रतीयते, सः अवधारणापूर्वपदः कर्मधारयः. अवधारणार्थं द्योतयितुं विग्रहवाक्ये पूर्वपदात् परम् एव कारः प्रयुज्यते, यथा विद्या इव धनं, विद्याधनं, तपः एव धनं, तपोधनं, गुरुः एव तप देवः, गुरुदेवः, ज्ञानम् इव सम्पत्ति, ज्ञानसम्पत्ति. अत्र अवधारणा निश्चय तुलनात्मकम् अस्ति पूर्वपद उत्तरपद पद पद उत्तरपद द्वयोर्मध्ये निश्चयसम्बन्धम् अस्ति चेत् अवधारणार्थपूर्वपदः कर्मधारयसमासं सम्भवति. विद्या एव इदं धनं, विद्या धनं. अत्र विद्या धनं समानं, विद्या धनं समानम् अस्ति, समानसम्बन्धम् अस्ति. तपः एव धनं, तपो धनं, तपः एव धनम् अस्ति. तथैव गुरुः एव धनं, देवः गुरुदेवः, ज्ञानम् एव सम्पत्ति, ज्ञानसम्पत्ति. अस्तु, अत्र वस्तुतः अवधारणपूर्वपदकर्मधारयः इति एकः प्रभेदः अस्ति. तत्र पूर्वपदे अवधारणरूपविशेषणम् अस्ति, उत्तरपदे विशेष्यम् अस्ति. अत्र विद्या एव धनम्, अत्र एवाकारः सर्वत्र एवाकारः श्रूयते मध्ये. एवाकारः इत्यनेन अवधारणम् अथवा निश्चयः इति बोधयितुम् एवाकारः मध्ये श्रूयते. तर्हि विद्या एव धनम्, अत्र धनं बहुविधं भवति. तर्हि अत्र बहुविधं भवति, तेषु तत्र विद्या अपि एकविधधनम् अस्ति. तर्हि यत्र विद्या एव धनम् अस्ति तत्र विद्याधनम् इति समस्तपदं भवति. एवमेव तपः अपि एकविधधनम् अस्ति, अतः तपः एव धनं. तत्र विशेषणविशेषभावः अपि अस्ति. तपः इति अत्र अवधारणरूपविशेषणम् अस्ति, धनम् इति विशेष्यम् अस्ति. अतः तत्र अत्रापि सामानादिकरण्यम् अस्ति. यत्र सामानादिकरण्यम् अस्ति अतः अत्रापि पुंवद्भावः सम्भवति कुत्रचित् तादृश उदाहरणम् अस्ति चेत्. परन्तु अत्र तपः एव धनं, तपो धनम् इति समस्तपदम्. एवमेव गुरुः एव देवः, गुरुदेवः, सर्वत्र एवकारः श्रूयते. कोऽपि प्रश्नः वा अत्र? अत्र सरलमेव. अत्र विद्याविशेषणं वा? विद्याविशेषणम् आम्. धनम् इति विशेषं भवितुम् अर्हति वा? धनमिति विशेषम्, यतोहि अत्र बहुविधम् अस्ति धनं. अत्र तेषु तपः, विद्या, अपि च तत्र लौकिकविषयः अपि भवितुमर्हति. अत्र गावः गोसम्पत्तिः, धनसम्पत्तिः, तत्र विद्या एव धनम् एतत् स्थाने एव पुंवद्भावः आगच्छति वा? अत्र पुंवद्भावः नास्ति भगिनि. अत्र विद्या इति पदं सर्वदा स्त्रीलिङ्गे एव भवति, अतः अत्र पुंवद्भावः नास्ति. विद्याधनम् इति न भवति. भवत्या अत्र उक्तं खलु पुंवद्भावः अपि साधिमिति. कुत्र पुंवद्भावः सम्भवति? कुत्र? तत्र तादृश उदाहरणं मम पार्श्वे इदानीं नास्ति, परन्तु कुत्रचित् तादृश उदाहरणम् अस्ति चेत् तत्र सम्भवति. एकः प्रश्नः, दीर्घारज्जुः इति पूर्वं वयं दृष्टवन्तः खलु, तत्र पुंवद्भावः भाषितशब्दः इति भवत्या उक्तं. तत्र दीर्घ इति आगच्छति, वयं तत्र दीर्घः इति पुल्लिङ्गपदं स्वीकृत्य कार्यं करोति वा तत्र? सत्यं, तत्र तु दीर्घारज्जुः इत्यस्मिन् उदाहरणे तत्र वस्तुतः अत्र पुल्लिङ्गे अपि रूपं भवति, दीर्घः इति रूपं भवति. त्रिषु लिङ्गेषु रूपाणि भवन्ति, अतः पुल्लिङ्गवत् प्रातिपदिकं स्वीकृत्य, दीर्घ इति प्रातिपदिकं स्वीकृत्य तत्र समस्तपदं भवति. दीर्घरज्जुः, दीर्घरज्जुः तु श्रीलिङ्गपदं. हा, समस्तपदं तु श्रीलिङ्गे अस्ति, परन्तु पूर्वपदं वस्तुतः वयं किं कुर्मः, अत्र दीर्घारज्जुः इति अस्ति चेत् वयं दीर्घारज्जुः इति समस्तपदं कुर्मः सामान्यतया. परन्तु अत्र तथा नास्ति. यत्र दीर्घ इति पदस्य प्रातिपदिकं दीर्घ एव, अतः यत्र प्रातिपदिकद्वयं स्वीकृत्य समस्तपदं कुर्मः तत्र दीर्घारज्जुः इति कुर्मः. परन्तु अत्र पूर्वपदं स्त्रीलिङ्गे अस्ति, अपि च भाषितपुंस्कं पदम् अस्ति, अतः तत्र पुल्लिङ्गवत् रूपं भवति, अतः दीर्घरज्जुः. भगिनी, अत्र विद्या एव धनम् एतेषु उदाहरणेषु विशेषणं किं विशेषं किम् इति वक्तुं किञ्चित् कठिनता भवति खलु, सन्दर्भानुगुणं वदामः इति अहं चिन्तयामि. सत्यं सत्यं सत्यं, स्पष्टतया न दृश्यते विशेषणं किं विशेष्यं किम् इति न दृश्यते. परन्तु सामान्यतया अत्र यत्र अवधारणपूर्वपदकर्मधारयः अस्ति तत्र सर्वत्र उत्तरपदं विशेष्यं भवति, उत्तरपदं विशेष्यं भवति, पूर्वपदं विशेषणं भवति. प्रश्नः अस्ति अत्र द्योतयितुम् इत्युक्त्वा किमर्थम्? द्योतयितुम् इत्युक्ते प्रकाशयितुम्, अत्र अवधारणार्थं द्योतयितुं प्रकाशयितुं विग्रहवाक्ये पूर्वपदं परम् एवाकारः श्रूयते इत्युक्ते अत्र एवाकारेण वयम् अवधारणा ज्ञातुं शक्नुमः. न द्योतयितुम् इति द्योतयितुम् इत्युक्ते ज्ञापयितुं प्रकाशयितुम् इत्युक्ते स्पष्टीकरणार्थं प्रकाशः इति न प्रकाशनम् इति किल द्योत प्रकाशयितुं प्रकाशयितुम् इत्युक्ते तत् स्पष्टीकरणार्थं तत्र अवधारणं स्पष्टीकरणार्थम् एवाकारपदम् उपयुज्यते, मध्ये एवाकारः इत्यनेन अवधारण सूचयति. द्योतयितुं तत्र तुमुलान्तम् अतः एव प्रकाशयितुम् आगच्छति इति तत्र अर्थदृष्ट्या प्रकाशयितुम् इत्यस्मिन् अर्थे अस्ति. अस्तु तत्र अस्तु तर्हि अत्र अग्रे शुकवनमहोदय पठति वा अग्रे. हा अस्तु भगिनि, तत्र सम्भावनापूर्वपदः कर्मधारेः इति सम्भावनापूर्वपदः कर्मधारेः यत्र पूर्वपदं पूर्वपदं विशेषणं भवति तच्च संज्ञापदमेव भवति सः सम्भावनापूर्वपदः कर्मधारयः. अत्र विग्रहवाक्ये पूर्वपदात् परम् इति पदं प्रयुज्यते, यथा अयोध्या इति नगरी, अयोध्यानगरी इति भवति. अत्र इदानीं कर्मधारयस्य अन्यप्रभेदः सम्भावनापूर्वपदकर्मधारयः इति. अस्य अस्मिन् समासे किं विशेषणम् इति चेत् तत्र पूर्वपदं विशेषणं भवति इति तु सत्यं, किन्तु तद् संज्ञा भवति इति. संज्ञा इत्युक्ते कश्चन नाम भवति. तादृश समस्तपदमस्ति चेत् तत्र सम्भावनापूर्वपदम् इति तस्य नाम भवति. उदाहरणार्थम् अत्र दत्तमस्ति अयोध्या इति नगरी इति, अत्र अयोध्या इति संज्ञा अस्ति, कश्चन नगरस्य संज्ञा अस्ति, अतः अयोध्या इति नगरी, अयोध्यानगरी इति भवति. अस्मिन् विग्रहवाक्ये इति पदं प्रयुज्यते. सत्यं, वस्तुतः अत्र सम्भावनापूर्वपदकर्मधारयसमासे पूर्वपदं नामधेयम् अस्ति, संज्ञा अस्ति, उत्तरपदं जातिवाचकं पदम् अस्ति इत्युक्ते अत्र जातिव्यक्तिसम्बन्धः अस्ति. अत्र पश्यति चेत् अत्र नगरी इति अस्ति, नगरी इति जातिवाचकं पदम् अस्ति, अयोध्या इति संज्ञा, अत्र संज्ञा अस्ति. एवमेव अत्र दुष्यन्तः इति नृपः, अतः अत्र बहवः नृपाः सन्ति, तेषु दुष्यन्तः एकः अस्ति, अतः नृपः इति जातिवाचकं पदम् अस्ति, दुष्यन्तः इति तत्र एकः सदस्यः अस्ति, अपि च पूर्वपदं नामधेयम् अस्ति, नामकरणम् अस्ति, संज्ञापदं, तस्मिन् सन्दर्भे सम्भावनापूर्वपदकर्मधारयः भवति. गङ्गानदी इति वदामः चेत् तत्र गङ्गा इति नदीः, मध्ये इति शब्दः श्रूयते. अत्र अत्र किमपि उदाहरणं वक्तुं शक्नोति वा कथम् एतस्य समासस्य प्रयोजनं भवति इति मया नावगतम्. प्रयोजनं कुत्र वाक्यसन्दर्भे वा? आम् आम्. आम्रवृक्षः अस्ति इति वदामः चेत्, आम्रवृक्षः अस्ति इति वाक्यं स्वीकुर्मः चेत्, तर्हि आम्रः इति वृक्षः इति व्यस्तप्रयोगे आम्रः इति वृक्षः अस्ति इति वदामः. वृक्षः इति जातिवाचकपदम् अस्ति. वृक्षेषु बहवः वृक्षाः सन्ति, तेषु आम्रवृक्षः अन्यतमः अस्ति. तर्हि आम्रः इति पूर्वपदे संज्ञावाचकं पदम् अस्ति, उत्तरपदे वृक्षः जातिवाचकं पदम् अस्ति. तर्हि आम्रवृक्षः इति समस्तपदं भवति. अत्र सम्भावनापूर्वपदकर्मधारयः कर्मधारयसमासः. एवमेव अत्र हिमालयपर्वतः वदतु. आम्रवृक्षः एतद् हिमालयपर्वतः तादृशं सूचकवाक्यं पदं वा एते पदानि वा एते सर्वे? सूचक इत्युक्ते तत्र अत्र एकविधकर्मधारयसमासः अस्ति. यत्र पूर्वपदे व्यक्तिः अस्ति, उत्तरपदे जातिः अस्ति, तत्र समस्तपदं कर्तुं शक्यते. तावदेव. साहित्ये कस्मिन् प्रसङ्गे तेषां प्रयोजनं भवति इति साहित्ये बहुत्र वयं पश्यामः खलु. हिमालयपर्वतः अथवा तत्र अयोध्यानगरी इति अपि बहुत्र आगच्छति. अयोध्यानगरी अथवा गङ्गानदी, गङ्गानदी बहुत्र आगच्छति. गङ्गानदी तत्र समस्तपदम्. अन्यानि उदाहरणानि सन्ति वा अत्र? कोऽपि जानाति चेत् वदतु. अयोध्यानगर्याः राजा रामः इति. हा सत्यम्. गङ्गानदी बहुत्र आगच्छति. महोदय, महोदय, वदतु. अवधारणपूर्वतकर्मधारयविषये सर्वदा गुणः एव उपयुज्यं भवति न? उदाहरणेन विद्या एव धनम् इत्यादि सदृशं. रामः एव वीरः, पूर्वशी एव सुन्दरी इत्यादि. अत्र तत्र रामः एव वीरः पूर्वपदं संज्ञावाचकपदम् अस्ति. रामः एव वीरः इति संज्ञावाचकपदमस्ति पूर्वपदे, अतः तत्र तु अवधारणपूर्वपदकर्मधारयः न भवति. अत्र रामः इति पदं विशेषणं नास्ति वीरः इत्यस्य. रामः इति पदं विशेष्यमस्ति. भगिनी, अत्र सम्भावना इति अर्थः कः? सम्भावना इत्युक्ते चान्स् तथा जानामि. अत्र किमर्थं सम्भावना इत्युक्ते अत्र समुदायः अस्ति, तेषु समुदायस्य एकसदस्यः सम्भावनारूपेण. अस्तु. आङ्ग्लभाषायां सोकाल्ड्. हा, अत्र अत्र नृपाः बहवः सन्ति, तेषु दुष्यन्तः इति नृपः अथवा रामः इति नृपः. जातिव्यक्तिसम्बन्धः. हा, जातिव्यक्तिसम्बन्धः. मुम्बै विद्यापीठ इति यदि वदामः, मुम्बै यूनिवर्सिटि इति विद्यापीठ भवति सम्भावना अपि, रैट्? नाम शाला नाम बहु विद्यापीठेषु. नालन्दा इति महाविद्यालयः खलु भगिनि? सत्यं सत्यम्. अस्तु, समीचीनं. तर्हि अग्रे अग्रे गच्छेम. अत्र सरला भगिनी भवती एव करोतु अग्रिमम्. मध्यमपदलोपे कर्मधारय. अत्र विग्रहवाक्ये पूर्वपदस्य उत्तरपदस्य च मध्ये अन्यदपि पदं दृश्यते, किन्तु तत् समस्तपदे नैव दृश्यते. यथा छाया बाहुला वृक्षा, छाया वृक्षा. द्विगुणितं शतं, द्विशतं. द्व्यधिका दश, द्वादश. अत्र अस्ति यदि विग्रहवाक्ये वयं पश्यामः तत्र अन्यपदम् अस्ति यत् पदं समस्तपदे न दृश्यते यथा छाया बहुला वृक्षा छायावृक्षा इति बहुला इत्युक्ते किं भगिनि बहुला इत्युक्ते बहु बहु छाया वृक्षा आचा छायावृक्षा बहुवृक्षाः सन्ति ये छाया ददति इति वृक्षेषु बहवः गुणाः सन्ति तेषु छायाप्रदानः वृक्षः इति सामान्यतया वदामः खलु अस्तु तथैव द्विगुणितं शतं द्विशतं द्विशतं द्विगुणितं द्विगुणितं शतं द्विगुणितं शतं द्विशतं द्विगुणितम् इति भवति द्विवारं शतम् आगच्छति द्विशतम् इति भवति तथैव द्वि द्व्यधिकादश द्वादश द्विवारं दश भवति द्वादश इति अग्रे पठामि विशेषः अत्र वस्तुतः अत्र यत्र द्विगुणितं शतम् इति वदामः चेत् अत्र द्विवारं शतम् इति सम्यक् एव परन्तु अत्र द्विशतम् इति समस्तपदं दृष्ट्वा अत्र वस्तुतः द्व्यधिकं शतम् इति अपि भवितुम् अर्हति इत्युक्ते अत्र 102 इत्यस्मिन् अर्थे इत्युक्ते तस्मिन् अर्थे अपि समस्तपदं भवितुम् अर्हति अत्र द्विशतम् इत्यनेन द्व्यधिकं शतम् अथवा द्विगुणितं शतम् अतः सन्दर्भानुसारं दृष्ट्वा एव ज्ञातुं शक्नुमः तस्य विग्रहवाक्यं किम् इति किन्तु यदि द्वि पूर्वम् अस्ति वयं न वदामः द्विगुसमासः तत्र अपि नम्बर् आगच्छति न तत्र हा अनन्तरं पश्यामः तत्र यत्र यत्र संख्यापदं पूर्वपदे अस्ति तत्र सर्वत्र द्विगुसमासः भवति वा न वा इति अपि द्रष्टव्यं सर्वत्र भवति इति नास्ति तत्रापि नियमः सन्ति अस्तु तर्हि अत्र तु द्विशतम् इति समस्तपदे अत्र द्विधा कर्तुं शक्यते अत्र सन्दर्भ अनुसारम् अत्र द्विगुणितं शतम् इत्युक्ते 200 इति अर्थः यत्र द्व्यधिकं शतम् इति वदामः चेत् तत्र 102 इति अर्थः अत्र द्वि अधिका दश इति अस्ति द्वादश इति भवति तत्र अत्र द्विवारं दश इति भवति द्वि अधिका दशः द्व्यधिकदशः इत्युक्ते द्वादश इत्युक्ते 12 हा हा द्विगुणितदश इति वदामः चेत् द्विगुणितदश ओके तत्र 20 इति अर्थः भवति मल्टिप्लै तर्हि अत्र अत्र अत्र विशेषः कः भगिनी अत्र मध्यमपदलोपि कर्मधारयसमासे अत्र पूर्वपदं वस्तुतः पूर्वपदं पूर्वपदे विशेषणं भवति उत्तरपदे विशेषं भवति अत्र पूर्वपदमस्ति छाया बहुलाः इति पूर्वपदमस्ति उत्तरपदमस्ति वृक्षाः इति तर्हि पूर्वपदे बहुलाः इति पदं समस्तपदे नास्ति तस्य लोपः अभवत् खलु अस्तु छायावृक्षाः इति समस्तपदं दृष्ट्वा अत्र अत्र वस्तुतः मध्ये किमपि अस्ति छायावृक्षाः इति समस्तपदे वस्तुतः छाया बहुलाः वृक्षाः तर्हि अत्र मध्ये कीदृशपदं भवेत् इति तत्र नियमः नास्ति अत्र सन्दर्भानुसारं वयं पदं स्थापयामः अत्र छाया बहुलाः वृक्षाः इति अस्ति छायाप्रधानाः वृक्षाः इति अपि वक्तुं शक्यते भगिनि एकः प्रश्नः अस्ति द्विगुणितं शतम् इत्युक्ते गुणनम् इति पदस्य अर्थं मल्टिप्लिकेशन् अस्ति वा हा गुणितं हा गुणितम् इति मल्टिप्लिकेशन् अस्ति अधिकम् इति एडिशन् योजनं सत्यम् वस्तुतः अत्र अत्र साहित्येषु सर्वत्र द्व्यधिकम् इति एव उच्यते द्व्यधिकं शतं द्विशतम् इति एव तस्मिन् अर्थे एव अस्ति साहित्ये सर्वत्र परन्तु इदानीन्तनकाले अत्र द्विशतम् इत्युक्ते द्विगुणितं शतम् इत्यस्य अपि प्रयोगः अस्ति. अत्र पूर्वपदं विशेषणमस्ति, उत्तरपदं विशेष्यम्. द्वय अधिकाः दश खलु भगिनि? द्वयधिकाः दश, दश द्वादश, द्वादश. अनन्तरं शाकपार्थिवः अपि अस्ति खलु भगिनि? शाकपार्थिवः, हा शाकपार्थिवः इति समस्तपदम् अस्ति चेत् तत्र शाकपार्थिवः इत्युक्ते राजा. शाकः इत्युक्ते अत्र शाकः इति वयं जानीमः, हा शाकः अपि च पार्थिवः द्वयोः कीदृशसम्बन्धः? अत्र सम्बन्धः एव कल्पयितुं न शक्नुमः. अतः अत्र वस्तुतः शाकप्रियः पार्थिवः, प्रियः इति मध्ये यत् पदम् अस्ति तस्य लोपः अभवत्, अतः विग्रहवाक्यं भवति शाकप्रियः पार्थिवः, शाकपार्थिवः इति. अस्तु, तर्हि अत्र अग्रिम अन्तिमवाक्यम् अत्र सरला भगिनी पठतु अन्तिमवाक्यं. यद्यपि विशेषणोत्पद विशेषणोत्तरपद विशेषण उभयपद मयूर संज्ञक आदि इति कर्मधारे अनेपि भेदाः सन्ति, तथापि ते अत्र न विवृता विस्तरभयात्. अस्तु, इदानीं यथा भवती उक्तवती अत्र वयं षड् प्रभेदाः दृष्टवन्तः, इदानीं त्रय अन्यप्रभेदाः कर्मधारस्य समासस्य अस्ति, विशेषण उत्तरपद विशेषण उभयपद मयूरव्यंसकादि इति कर्मधारस्य समासस्य अन्याः प्रभेदाः सन्ति, किन्तु अत्र न विवृतं सन्ति कारणकी बहु विस्तारं भवति. अपि च ते प्रसिद्धाः न सन्ति इत्यपि विषयः अस्ति. अत्र विरलतया एव तादृशसमस्तपदं भवति, अतः एव तत्र न दत्तमस्ति. अस्तु, अग्रिमपृष्ठे करपत्रं गतसप्ताहे प्रेषितवती वा? न, न, अत्र सप्ताहत्रयात् प्राक् वा तस्मात् पूर्वं पठितवन्तः. करपत्रम् अहम् इच्छामि, अनन्तरं प्रेषयामि भगिनि, अनन्तरं प्रेषयामि. अत्र सावित्री भगिनी अग्रिमपृष्ठे यत् यः अभ्यासः अस्ति झटिति तत् कुर्मः. सावित्री भगिनी, अस्तु, गौरी भगिनी अस्ति वा? अग्रिमपृष्ठे अग्रिमपृष्ठे यः अभ्यासः अधस्थने कोष्टके स्थितानि पदानि यथोदाहरणं योजयत. कर्मधारयसमासभेदः तस्य उदाहरणमपि अस्ति. प्रथमः विशेषणपूर्वपदः सर्वद्वाराणि. विग्रहवाक्यं किं भवति? विग्रहवाक्यं सर्व सर्व इव द्वाराणि. न, न, विशेषणपूर्वपदकर्मधारः इति उक्तवान् खलु. विशेषणं किम्? विशेषणमस्ति सर्व, विशेष्यमस्ति द्वाराणि. विग्रहवाक्यं सामान्यव्यस्तप्रयोगं कुर्मः चेत् अत्र विग्रहवाक्यं कथं भवति? न, न, अत्र विशेषणपूर्वपदकर्मधारयः, न तु अवधारणपूर्वपद. विशेषणपूर्वपदकर्मधारयसमासे यत्र सुन्दरः बालकः, विशेषणम् इत्यस्य लिङ्गं वचनं विभक्तिः विशेष्यम् अनुसृत्य भवति खलु. सर्व इति प्रातिपदिकम् अस्ति, न, सर्व इत्यस्य वचनं किं भवति? सर्व इति प्रातिपदिकम् अस्ति. सर्वः द्वाराणि, सर्वः इति उक्तवती, इदानीं विशेषणम् अस्ति, अतः सर्वः विशेषणमस्ति, विशेषमस्ति द्वाराणि. द्वाराणि, तर्हि द्वाराणि इत्यस्य लिङ्गं वचनं किं? नपुंसकलिङ्गं द्वितीयविभक्ति, द्वितीयविभक्ति बहुवचनम्. अत्र प्रथम अत्र वाक्यं नास्ति, यतः प्रथमविभक्तिः बहुवचने अस्ति, अतः सर्व इति पदमपि बहुवचने एव भवति खलु. यल्लिङ्गं यद्वचनं या च विभक्तिः, तल्लिङ्गं तद्वचनं, सर्वाणि द्वाराणि, सर्वाणि द्वाराणि, अवगच्छति वा? न, अत्र सर्वाणि इति पदं विशेषणम् अस्ति, अतः विशेष्यस्य यत् लिङ्गं वचनम् अस्ति तदेव लिङ्गं वचनं विशेषणस्य अपि भवति, अतः द्वाराणि इति बहुवचने अस्ति, अतः सर्वाणि अपि बहुवचने एव भवति. अस्तु, समीचीनम्. अग्रे अत्र पुष्पा भगिनी करोतु. अस्तु, उपमान पूर्वपदः तत् चिन्तामि, चिन्तयामि पुरुषव्याघ्रः, पुरुषव्याघ्रः, पुरुषव्याघ्रः पूर्वपदे किम् अस्ति, उपमानमस्ति वा? पुनः पुरुषव्याघ्रः न, शीलधनं विद्य देवब्राह्मणः इति मन्ये, देव इव ब्राह्मणः, देवः इव ब्राह्मणः, देवः इव ब्राह्मणः इति भवती अत्र देवः इति उपमान उपमानम् इति चिन्तयित्वा वदति, उपमानम् उत्तरपदम् उपमेयम् इति वदति, तादृशसमस्तपदं न भवति खलु. अत्र यत्र उपमानं पूर्वपदे अस्ति, उत्तरपदे साधारणधर्मः एव भवितुम् अर्हति. विग्रहवाक्यं, विग्रहवाक्यं गणः इव श्यामः. अस्तु, समीचीनं, गणः एव श्यामः. अस्तु, समीचीनं. सर्वे गृहपाठरूपेण अवशिष्टभागः कुर्वन्तु, अवशिष्टभागं कुर्वन्तु, अनन्तरम् अग्रिमसप्ताहे पश्यामः. इदानीं समय अन्यानि उदाहरणानि प्रेषयन्ति अस्माकम् अभ्यास कृते. सत्यं, प्रेषयामि भगिनि. अस्तु, धन्यवादः. समीचीनं, हा, धन्यवादः. धन्यवादः, तर्हि धन्यवादः, नमस्कारः. नमस्कारः.